गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विशेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् परार्थानुमाने स्मः तत्र मया प्रार्थितं सर्वे चिन्तयन्तु कस्मिन् विषये इति चेत् परार्थानुमाने पञ्चवाक्यानि पञ्च अवयववाक्यानि उक्तानि भवन्ति तर्हि प्रत्येकं वाक्यं श्रुत्वा श्रोतरि आत्मनि शाब्दबोधः किं जायते अपि च अत्र अनुमानार्थं का सामग्री जायते इति चिन्तनीयम् इति तस्मिन् विषये किञ्चिदिव अवलोकनं कृत्वा अग्रे गच्छेम अस्तु तर्हि प्रत्येकमहं पृच्छामि तेन वक्तव्यमस्ति अस्तु सत्यभामा भगिनी प्रथमं भवती वदतु प्रथमवाक्यं किं तस्य नाम कः पञ्च अवयववाक्येषु जिज्ञासा इति प्रथमवाक्यं न प्रथमवाक्यस्य नाम किम् प्रतिज्ञावाक्यम् उत्तमं प्रतिज्ञा प्रतिज्ञावाक्यस्य आकारः कः पर्वतः वह्निमान् उत्तमं पर्वतः वह्निमान् इति उदाहरणं नो चेत् पक्षः साध्यवान् इति सामान्यतया वदामश्चेत् खलु आं महोदय अस्तु तर्हि तत् श्रुत्वा श्रोतरि अस्तु किमर्थम् एतद् वाक्यं वक्ता वदति तत्र श्रोतुः प्रश्नः कः श्रोतुः सन्देहः अस्ति वदतु तर्हि सन्देहं किम् इति अत्र इदानीं सः पर्वते धूमं पश्यति अतः अत्र किमर्थं धूमः इति किमर्थं धूमः इति वा धूमः पश्यति खलु तस्य कारणं किम् इति तदर्थं कारणं किम् इत्यर्थं तत्र पर्वतः वह्निमान् इति वक्त्रा उक्तं वा अत्र श्रोतायाः श्रोतुः लक्षणं किम् पर्वतः वह्नि अभाववान् इति निश्चयं कृतवान् न इति निश्चयं कृतवान् अस्ति चेत् सः अधिकारी नास्ति खलु सन्देहवान् इति तर्हि सन्देहवान् कीदृशप्रश्नं करोति पर्वतः वाक्निवान् वा न वा इति उत्तमम् इदानीं भवत्या समीचीनतया उक्तम् इदानीमेव पर्वते वह्निः अस्ति वा न वा इति प्रश्नः तस्य उत्तरत्वेन पर्वतः वह्निमान् इति प्रतिज्ञावाक्यम् उक्तं प्रतिज्ञावाक्येन श्रोतरि शाब्दबोधं किं जायते पर्वतः वह्निमान् इति अतः पर्वते वह्निः अस्ति इति उत्तमं पर्वते वह्निः अस्ति इति शाब्दबोधं जातं किन्तु अत्र अनुमानसामग्री अपि जातं तत्र अनुमानसामग्री किं जातम् अनुमानसामग्री इत्युक्ते फार् दि पर्पस् आफ् अनुमान पक्षे अस्मिन् पक्षे वह्निः अस्ति इति न अत्र पर्वते वह्निः अस्ति इति शाब्दबोधं श्रोतरि जातं किन्तु अनुमानस्तरे इत्युक्ते अनुमानरीत्या पश्यामश्चेत् अनुमानसामग्री का जायते इति चेत् आकाङ्क्षा जायते इति वक्तव्यम् यदि आकाङ्क्षा नास्ति तर्हि अन्यानि चत्वारि वाक्यानि न वक्तव्यानि खलु न वक्तव्यानि अत्र संशयः अस्ति मम कृते पर्वते वह्निः अस्ति वा न वा तर्हि भवतीं पृच्छामि भवती वदति पर्वते वह्नि पर्वतः वह्निमान् इति ओ अस्तु मया इदानीं ज्ञातम् इति आकाङ्क्षा न जायते चेत् परार्थानुमानस्य अवसरः एव न लब्धः तर्हि अत्र श्रोतरि आत्मनि आकाङ्क्षा जायते हा पर्वते वह्निः अस्ति किन्तु न दृश्यते. कथं वदति भवान् पर्वते वह्निः अस्ति इति आकाङ्क्षा जायते. तर्हि पुनः प्रश्नं पृच्छति कस्मात् इति. अस्तु धन्यवादः भगिनि. अग्रे स्वामी महोदय इदानीं कस्मात् इति श्रोत्रा पृष्टम् उत्तरत्वेन किं वदति तस्य वाक्यस्य नाम किम्? वाक्यस्य नाम अस्ति हेतुः. उत्तरं भवति धूमात्. उत्तमं धूमात् नो चेत् धूमवत्वात् उभयमपि समीचीनम्. आं महोदय. अस्तु तर्हि धूमात् इति वाक्यं श्रुत्वा श्रोतरी शाब्दबोधः किं जायते? धूमस्य कारणं धूमस्य कारणं वह्निः इति जायते. धूमस्य कारणं वह्निः इति तावदेव जायते वा? मनसि अन्यमपि जायते, केवलं धूमात् एव संशयः अपि अस्ति महोदय, जिज्ञासा अस्ति केवलं. तद्भवतु तद्भवतु. तर्हि धूमात् इति उक्तत्वात् अत्र कस्मात् इति चेत् धूमात् इति ते भवता किमुक्तं? धूमस्य कारणं वह्निः इति ज्ञानं वा? ओ तत् उदाहरणं तु आवश्यकम् अस्ति किञ्चित् स्पष्टीकरणम्. तर्हि शाब्दबोधं किं जायते इति चेत् पर्वतः धूमवान् इति शाब्दबोधं जायते. धूमात् इति वाक्यं श्रुत्वा पर्वते धूमः अस्ति इति ज्ञानं जायते, शाब्दबोधः. तदेव धूमात् इति वाक्यं श्रुत्वा पर्वतः धूमवान् इति ज्ञानं जायते, तदेव शाब्दबोधः. अस्तु तदनन्तरम् अनुमानसामग्री का जायते? तद् धूमवत्वात् धूमः केवलं वह्निः एव कारणं वा अन्यकारणानि अस्ति वा इति. न न न अत्र महोदय अत्र स्वार्थ अनुमाने चत्वारि ज्ञानानि सन्ति खलु महोदय, तानि कानि इति एकवारं वदति वा? स्वार्थ अनुमाने चत्वारि ज्ञानानि. पर्वतो वह्निमान् तथैव महोदय. न स्वार्थानुमाने पर्वतो वह्निमान् इति प्रथमज्ञानं भवति चेत् अत्र अन्यत् किमपि न आवश्यकं खलु? तदेव साध्यम्. पर्वते वह्निः अस्ति इति एव अनुमितिः. अस्तु रमेश महोदय अत्र किञ्चित् सहायं करोतु. प्रश्नः अस्ति स्वार्थ अनुमाने चत्वारि ज्ञानानि अपेक्षितानि, तानि कानि इति वक्तव्यम्. पर्वते धूमः अस्ति इति प्रथमज्ञानं, तर्हि पक्षधर्मता ज्ञानं भवति. उत्तमम्. तदेव प्रथमं पक्षधर्मता ज्ञानं, पर्वते धूमः इति पर्वत इति पक्षधर्मता ज्ञानं प्रथमं. द्वितीयं व्याप्तिज्ञानं, तर्हि यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति व्याप्यज्ञानं व्याप्यज्ञानं भवति. व्याप्तिज्ञानं. अपि च स व्याप्तिः कुत्र वर्तते? कुत्र वर्तते इत्युक्ते पक्षे पक्षे नास्ति न न कुत्र वर्तते इत्युक्ते न बुद्धं महोदय तस्य अधिकरणं किं वा हा व्याप्तिः व्याप्तिः अत्र स्मृतिरूपमस्ति कुत्र वर्तते इति चेत् स्मृति इति न वक्तव्यम् आत्मनि वर्तते न न तदपि नास्ति अत्र व्याप्तिज्ञानं हेतौ वर्तते इति वक्तव्यं व्याप्तिः कुत्र हेतौ भवेत् साध्य अभाववत् अवृत्तित्वम् एव व्याप्तेः आकारः खलु तादृश अवृत्तित्वं कुत्र भवेत् हेतौ भवेत् तदा एव धूमः हेतुः भवति वह्नि अनुमानार्थं वह्नेः अनुमानार्थं हेतुः धूमः तदा एव भवति यदि व्याप्तिः हेतौ वर्तते तर्हि व्याप्तिः हेतौ वर्तते इति वक्तव्यं व्याप्तेः आकारः इत्युक्ते तत्र व्याप्तव्यापकभावः यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति सामान्यतया वदेम वाक्यद्वयेन किन्तु तत्र एकवाक्यं किम् इति चेत् साध्य अभाववत् अवृत्तित्वं तदेव अस्माभिः पठितं खलु हा तर्हि व्याप्तिः कुत्र इति चेत् हेतौ इति तर्हि द्वितीयज्ञानं किम् इति चेत् केवलं व्याप्तिज्ञानम् इति न वक्तव्यं हेतुनिष्ठव्याप्तिज्ञानम् इति हेतुनिष्ठाव्याप्तिज्ञानं तदेव अत्र 201st पेज् मध्ये प्रथमपङ्क्तिः अस्ति खलु तत्र अन्तिमवाक्यं पश्यतु एवञ्च उदाहरणवाक्येन धूमनिष्ठाव्याप्तिः बोध्यते इति सिद्धमिति उक्तं खलु धूमनिष्ठाव्याप्तिः हेतुनिष्ठाव्याप्तिः अस्तु इदानीं प्रकृतमनुसरामः इत्युक्ते अत्र अस्तु द्वितीयज्ञानं भवता उक्तं प्रथमज्ञानं तु पक्षधर्मताज्ञानं द्वितीयज्ञानं तु हेतुनिष्ठव्याप्तिज्ञानम् अस्तु तृतीयज्ञानं किं तृतीयज्ञानं स्वार्थानुमाने तर्हि वह्निव्याप्य धूमवान् पर्वतः इति ज्ञानं भवति उत्तमं तस्य नामस्य तस्य ज्ञानस्य नाम किं परामर्शज्ञानं भवति तत् उत्तमं बहु उत्तमं तदेव अनुमानम् इति कथ्यते तदेव प्रमाणम् अनुमानम् इति ज्ञानं परामर्शज्ञानम् एव अनुमानं वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् एतदेव तृतीयज्ञानम् एतत् तृतीयज्ञानं कथं जायते तस्य कारणं किम् पक्षधर्मता वयं पर्वते धूमः अस्ति इति ज्ञानम् अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति इति अपि ज्ञानम् अस्ति द्वयोः मिलित्वा एतत् ज्ञानं भवति खलु उत्तमं बहु उत्तमं सत्यं किन्तु अत्र इदानीं नाम दत्तं खलु पक्षधर्मताज्ञानं धूमनिष्ठ हेतुनिष्ठव्याप्तिज्ञानम् उभाभ्यां ज्ञानाभ्यां परामर्शज्ञानं जायते उत्तमं तदेव तृतीयज्ञानं चतुर्थज्ञानं किं पर्वते वह्निमान् इति नाम किम् अनुमितिः उत्तमम् अनुमितिः अनुमितिः कथं जायते केन कारणेन जायते परामर्शज्ञानं तस्य कारणं भवति उत्तमं परामर्शज्ञानेन बहु उत्तमं महोदय परामर्शज्ञानेन अनुमितिः जायते एतदेव स्वार्थानुमानं खलु परार्थानुमाने अपि श्रोतरि एतानि चत्वारि ज्ञानानि भवेयुः एव अस्तु तर्हि प्रथमवाक्यं श्रुत्वा प्रतिज्ञावाक्यं श्रुत्वा पर्वतः वह्निमान् इति शाब्दबोधः जातः श्रोतरि किन्तु अनुमानस्तरे तत्र सामग्री का इति चेत् आकाङ्क्षा अपि जायते किमर्थम् अत्र पर्वतः वह्निः अस्ति इति भवान् वदति न तु दृश्यते अस्तु तर्हि तस्य उत्तरत्वेन द्वितीयवाक्यम् उक्तं वक्त्रा हेतुवाक्यं धूमात्। धूमात् इति वाक्यं श्रुत्वा श्रोतरी किं शाब्दबोधं जायते इति चेत् पर्वतः धूमवान् इति ज्ञानं जायते। अस्तु, तर्हि इदानीम् अनुमानार्थं परार्थ अनुमानार्थम् अत्र का सामग्री जाता? रमेशमहोदय भवानेव वदतु। धूमत्वात् इति ज्ञानेन वा? धूमात् इति उक्तं, तर्हि अत्र शाब्दबोधः अस्ति पर्वतः धूमवान्। पर्वतः धूमवान् इति कीदृशज्ञानम्? पर्वतः धूमवान् इति पक्षधर्मता ज्ञानम्। उत्तमं, हा, तर्हि द्वितीयवाक्यं श्रुत्वा प्रथम अनुमानसामग्री जाता श्रोतरी। प्रथम अनुमानसामग्री, परार्थानुमानं वा स्वार्थानुमानं वा, तत्र चत्वारि ज्ञानानि भवेयुः एव खलु। तर्हि तत्र प्रथमसामग्री जाता किं? पक्षधर्मताज्ञानं श्रोत्रा प्राप्तम्। अस्तु, तर्हि भवानेव वदतु महोदय। इदानीं तृतीय, तर्हि इदानीं पुनः किं प्रश्नं पृच्छति श्रोता? वह्नेः धूमः मध्ये सम्बन्धः कीदृशसम्बन्धः अस्ति इति सम्बन्धः? उत्तमं, बहु उत्तमं। तर्हि प्रथमवाक्यं पर्वतः वह्निमान् इति ज्ञानं जातं प्रथमवाक्यं श्रुत्वा। द्वितीयवाक्यं श्रुत्वा पर्वतः धूमवान्। अस्तु, पर्वतः वह्निमान् इति वदति, पर्वतः धूमवान् इति वदति, तर्हि वह्निधूमयोः मध्ये कः सम्बन्धः इति प्रश्नः उदेति। तस्य उत्तरार्थम् इदानीं किं वाक्यं वदति? तस्य वाक्यस्य नाम किम्? उदाहरणवाक्यं वदति। उत्तमम्, आकारः कः? यत्र यत्र वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः, यदा यथा महानसम्। उत्तमं, बहु उत्तमं, यथा महानसम् इति वाक्यं खलु। तर्हि एतद् वाक्यं श्रुत्वा इदानीं श्रोतरी किं ज्ञानं जायते? व्याप्तिज्ञानं जायते। तर्हि यत्र वह्निः यत्र धूमः अस्ति तत्र वह्निः अस्ति इति ज्ञानं जायते। हा, तर्हि द्वयोः मध्ये शाब्दबोधः, शाब्दबोधः धूमनिष्ठा व्याप्तिः खलु। हा, धूमनिष्ठा व्याप्तिः शाब्दबोधः, अपि च अनुमानसामग्री किं जायते इदानीम्? अनुमानसामग्री तत्र पर्वत, तत् पर्वतस्य सम्बन्धः कः? न, पर्वते उदाहरण अस्मिन् विषये मध्ये सम्बन्धः कः इति न, अत्र सामग्री वक्तव्यम्। अस्तु, मेहुल् महोदय भवता किमपि उक्तं वदतु। हा, व्याप्तिज्ञानम् इति द्वितीयसामग्री। उत्तमं, द्वितीयसामग्री हेतुनिष्ठव्याप्तिज्ञानं। तर्हि अत्र शाब्दबोधः अपि च अनुमानसामग्री उभयमपि समानमेव। तृतीयवाक्यं श्रुत्वा धूमनिष्ठाव्याप्तिः शाब्दबोधेन ज्ञायते, पुनः तदेव शाब्दबोधः अत्र सामग्री अपि भवति। धूमनिष्ठाव्याप्तिज्ञानं, धूमनिष्ठव्याप्तिज्ञानम् एव सामग्री। तर्हि इदानीं द्वितीयसामग्री अपि जाता, द्वितीयवाक्येन पक्षधर्मताज्ञानं प्राप्तं श्रोत्रा, तृतीयवाक्येन अत्र द्वितीयज्ञानमपि प्राप्तम्। अस्तु, तर्हि इदानीं मेहुल् महोदय भवान् वदतु पुनः, इदानीं कः प्रश्नः पृच्छति? श्रोता प्रश्नः पृच्छति, तादृशः धूमः पर्वते अस्ति वा इति, यथा अत्र धूमनिष्ठाव्याप्ति इति, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानं जातम्, अत्र पर्वते यः धूमः अस्ति तर्हि सः धूमः वह्निव्याप्त अस्ति वा इति। तर्हि धूमे, उत्तमं महोदय, तर्हि धूमे पक्षधर्मता अपि अस्ति, व्याप्तिः अपि अस्ति वा, उभयमपि अस्ति वा इति प्रश्नः खलु. यथा मया उक्तं तत्र देहलीनगरे इदानीं धूमः दृश्यते किन्तु तत्र वह्निः नास्ति, पक्षधर्मता नास्ति किन्तु केवलं व्याप्तिः एव अस्ति तत्र तादृशधूमे. किन्तु किन्तु अत्र पक्षधर्मता नास्ति इति कृत्वा इदानीं प्रश्नः करोति श्रोता, यद्धूमः भवता उक्तं पर्वतः धूमवान् धूमात् इति यदुक्तम्, अपि च तृतीयवाक्यं यदुक्तं भवता, तर्हि इदानीं यः धूमः अस्ति पर्वते तस्मिन् धूमे गुणद्वयमपि अस्ति वा, गुणद्वयमित्युक्ते पक्षधर्मता अपि अस्ति वा, पक्षधर्मता अपि च व्याप्तिः उभयमपि अस्ति वा इति प्रश्नः. अस्य उत्तरत्वेन इदानीं चतुर्थवाक्यं वदति. चतुर्थवाक्यस्य नाम का, नाम किम्? चतुर्थवाक्यस्य नाम अस्ति प्रतिज्ञा उदाहरणम् उपनयम्. हा उपनयम्, हा अनन्तरमेव खलु. हा उपनयं, सत्यम् उपनयम्. हा उपनयं, तस्य आकारः कः? तथा च अयम् इति. उत्तमं, तर्हि तथा च अयम् इति श्रुत्वा कः शाब्दबोधः जायते? शाब्दबोधः एषः पर्वतः अपि तथैव अस्ति इति, यथा उदाहरणे उक्तम्. हा इत्युक्ते इदानीम् अत्र 201st पेज् मध्ये यत् परिचय द्वितीयपरिच्छेदं यदस्ति तत्र अन्तिमवाक्यमेकवारं पठतु, तथा च आहत्य 201 अन्तिमपरिच्छेदे. अन्तिमपरिच्छेदं नास्ति अत्र, द्वितीयपरिच्छेदे अन्तिमवाक्यं तथा च आहत्य. हा हा, तथा च आहत्य पर्वतः वह्निव्याप्य धूमवान् इति बोधः जायते. अस्तु, हा तर्हि अत्र यथा, हा अत्र सर्व यत् यत्किमपि ज्ञानानि पूर्वे जातानि तेषाम् आधारेण अधुना श्रोता जानाति पर्वतः वह्निव्याप्यपि अस्ति धूमवान् अपि अस्ति इति शाब्दबोधः जायते. इति केवलं शाब्दबोधः इति अवगन्तव्यम्. केवलं शाब्दबोधः, सत्यं. केवलं शाब्दबोधः इति उक्त्या किं वक्तुम् इच्छामि अत्र आशयः कः इति चेत्, यदि पर्वतः वह्निव्याप्य धूमवान् इति अनुमान अत्र पर्वतः वह्निव्याप्य धूमवान् इति परामर्शस्य आकारः अस्ति खलु, सत्यं. तर्हि अनुमानसामग्री पर्वतः वह्निव्याप्य धूमवान् इति यदि अनुमानसामग्री तृतीयज्ञानं जातम् इति स्वीकुर्मः तर्हि पञ्चमवाक्यस्य आवश्यकता एव नास्ति खलु. आं, तदेव, अत्र परामर्शः इति ज्ञानस्य आकारः अपि समान एव शाब्दबोधः समान, किन्तु अत्र परामर्शः न जातः किन्तु केवलं शाब्दबोधः जातः इति अवगन्तव्यम्. ओ अस्तु, तत्रैव लघुभेदः अस्ति. हा तदेव, यदि पर्वतः वह्निव्याप्य धूमवान् इति परामर्शज्ञानं तथा च अयम् इति वाक्यं श्रुत्वा पर्वतः वह्निव्याप्य धूमवान् इति परामर्शज्ञानं जातम् इति वदामः तर्हि अग्रिमक्षणे अनुमितिः जायते, तर्हि निगमनवाक्यस्य आवश्यकता एव नास्ति. उपनयवाक्येव पर्याप्तं भवति. हा, उपनयवाक्यमेव पर्याप्तं भवति इति कृत्वा अत्र किम् अवगन्तव्यम्, अत्र बोधः जायते इति पुस्तके लिखितमस्ति खलु, अत्र शाब्दबोधः जायते इति कृपया अत्र स्थापयन्तु. लिखितम् एवं तत्र पूर्वस्मिन् परिच्छेदे अन्ते यदुक्तम् एवञ्च उदाहरणवाक्येन धूमनिष्ठा व्याप्तिः बोध्यते तत्रापि शाब्दबोधः इति लिखन्तु. सर्वत्र बोधः इति यत्र यत्र लिखितमस्ति तत्र सर्वत्र शाब्दबोधः शाब्दबोधः इति अवगन्तव्यम्. अस्तु, तर्हि उपनयवाक्यं श्रुत्वा पर्वतः वह्निव्याप्य धूमवान् इति शाब्दबोधः जातः. अस्तु, तर्हि इदानीम् अनुमानसामग्री किं जाता? परामर्शज्ञानं नास्ति. परामर्शः इति वदति चेत् तत्तु अग्रिमवाक्यं न वक्तव्यं. न वक्तव्यं. तत्र प्रश्नः कः आसीत्? एत धूमे पक्षधर्मता अपि च वह्निव्याप्ति अस्ति वा? हा, तर्हि तदेव प्रश्नः आसीत् खलु, तदेव तस्य उत्तरं, तस्य उत्तरं भवति यदि तादृशप्रश्नः अस्ति, अहं तथा च अयम् इति अनुक्त्वा साक्षात् तस्य उत्तरं वदामि, तर्हि किं वदामि अहम्? आम् इति एव. आम् इत्युक्ते अस्मिन् धूमे पक्षधर्मता अपि च व्याप्तिः उभयमपि अस्ति खलु. सत्यं. तर्हि अत्र अस्मिन् हेतौ गुणद्वयमस्ति इति ज्ञानं जायते. सत्यं. तदेव अनुमानसामग्री भवति. अस्तु. चतुर्थवाक्यं श्रुत्वा अनुमानार्थं का सामग्री जायते इति चेत् एषः हेतुः धूमः द्विगुणः अस्ति. द्विगुणः इत्युक्ते पक्षधर्मता अपि तस्मिन् अस्ति, अपि च व्याप्तित्वमपि अस्ति तस्मिन् अस्ति. व्याप्तिः अस्ति, व्याप्तित्वं नास्ति, व्याप्तिः अपि तस्मिन् अस्ति इति ज्ञानं जायते. हा, तर्हि स्वार्थानुमाने तस्य आवश्यकता तद् नास्ति अत्र परामर्श. सत्यं सत्यम् इति तावद् अवगतम् आगतं. तर्हि तस्मिन्नेव विषये इदानीम् अग्रे पाठः, हेतौ हेतोः द्वौ गुणौ इति. हा अस्तु. परन्तु अत्र प्रश्नः उदेति वा अधुनापि कर्तरि कर्ता श्रोतरि वा श्रोतरि श्रोतरि हा उत्पद्यते वा प्रश्नः? आमां तदपि वक्तव्यम्. अस्तु, किं कुर्मः अत्र एतावत् एतावत् सर्वं स्पष्टं जातम्. अत्र चत्वारि वाक्यानि कानि, तेषाम् आकारः आकाराः के, अपि च प्रत्येकं वाक्यं श्रुत्वा कः शाब्दबोधः जातः, अपि च अनेनैव शाब्दबोधेन का अनुमानसामग्री जाता इति तावत् अवगतम्. अस्तु, तर्हि अग्रे पठेम. तदनन्तरम् इदानीम् उपनयवाक्यम् अत्र द्वौ गुणौ स्तः इति ज्ञानं भूत्वा कीदृशप्रश्नः श्रोतरि उत्पद्यते, तस्य उत्तरं निगमनवाक्यं भवेत् खलु. आं सत्यं. तादृशम् इतः अग्रे चिन्तयेम. अस्तु, धन्यवादः महोदय. इदानीं वर्षा भगिनी पठति वा हेतोः द्वौ गुणौ इति? हेतोः द्वौ गुणौ अत्र इदं वक्तव्यं. हेतुज्ञानेन साध्य अनुमितिः भवति इति एतावता आगतमेव. केवलस्य हेतोः ज्ञानेन न साध्य अनुमितिर्भवति, किन्तु गुणद्वयविशिष्टस्य ज्ञानेन. किं तत् गुणद्वयं? न रूपरसादिवैशेषिकशास्त्रगतं, किं तर्हि? व्याप्तिः आद्या, पक्षधर्मता अपरा. तावद्वदतु भगिनि प्रथमं, तदनन्तरं. अत्र हेतुज्ञानेन साध्यस्य अनुमितिः भवति, तद् वयं जानीमः. हेतुज्ञानेन हेतुज्ञानेन केवलं न भवति, किन्तु तस्य गुणद्वयं भवेत् इति. गुणद्वयम् इत्युक्ते सामान्यगुणं रूपरसगन्ध आदि तानि नास्ति, परन्तु व्याप्तिः इति एकः विशिष्टगुणम्, अपि च पक्षधर्मता इति अपि एकः गुणमस्ति. एतानि व्याप्ति तत्पूर्वमपि दृष्टं स्वार्थ अनुमाने. अत्र व्याप्तिः पक्षधर्मता एते द्वये सन्ति चेत् परामर्शज्ञानं जायते इति. तादृशव्याप्तिः पक्षधर्मता इति गुणद्वयेन अत्र लिखितमस्ति, हेतुभूतः जायते इति. हा अस्तु, तर्हि अत्र केवलस्य हेतोः ज्ञानेन इत्युक्ते धूमात् इति द्वितीयवाक्यम् उक्तं, हेतुः उक्तं. तर्हि केवलं धूमात् इति श्रुत्वा अनुमितिः जायते वा पर्वतः वह्निमान् इति चेत् न. तस्मिन् हेतौ गुणद्वयं भवेत्. किं? पक्षधर्मता ज्ञानं. तत्तु द्वितीयवाक्यं श्रुत्वा जातं, पर्वतः धूमवान् इति शाब्दबोधेन. तर्हि तृतीयवाक्यम् उदाहरणवाक्येन अत्र हेतुनिष्ठव्याप्तिज्ञानं, हेतौ व्याप्तिः अपि अस्ति इति ज्ञानं जातं. किन्तु यः धूमः अस्माकं पुरतः अस्ति, तस्मिन् धूमे उभयमपि अस्ति वा, गुणद्वयमपि अस्ति वा इति प्रश्ने सति तत्र उपनयम् उक्तं, तथा च अयम् इति. तर्हि तद्वाक्यं श्रुत्वा इदानीम् एषः हेतुः गुणद्वयविशिष्टः अस्ति इति ज्ञानं जातम्। अस्तु, इदानीम् अग्रे पठतु भगिनि। इत्युक्ते अत्र अत्र एकं वक्तव्यं, न रूपरसादि वैशेषिकशास्त्रगतम् इत्युक्ते किम्? अत्र गुण इति पदेन वयं सामान्यगुणः इति न अवगन्तव्यं। सामान्यगुणानि 24 अस्ति किल महोदय, तत् नास्ति, परन्तु अत्र गुण इति पदेन व्याप्तिः पक्षधर्मता इति अवगन्तव्यम्। हा, उत्तमं। तर्हि गुणः इति पदेन अत्र सप्तपदार्थेषु अन्यतमः यदस्ति तद् न अवगन्तव्यं, तद् बोद्धुम् अत्र रूपरसादि वैशेषिकशास्त्रगतं न। किन्तु किं तर्हि? व्याप्तिः आद्या, पक्षधर्मता अपरा इति सामान्यगुणं यदस्ति, सामान्यतया वदेम खलु अट्रिब्यूट्, तादृशविशेषणम् इत्यस्मिन् अर्थे। अस्तु, अग्रे पठतु भगिनि। उदाहरणवाक्येन व्याप्तिः बोध्यते इति उक्तमेव, पक्षधर्मता अपि च प्रतिज्ञाहेतुवाक्याभ्यां बोध्यते। अत्र उदाहरणवाक्ये अस्ति यो यो धूमवान् सः अग्निमान् यथा महानसम् इति। अत्र तद् उदाहरणवाक्येन व्याप्तिज्ञानं, व्याप्तिः कः अस्ति इति व्याप्तिज्ञानं बोध्यते। पक्षधर्मता ज्ञानं प्रतिज्ञा च हेतुवाक्य वाक्याभ्यां बोध्यते। पर्वते वर्णिमान् धूमवत्वात् इति वाक्यद्वयं स्वीकुर्मश्चेत् तस्मात् पक्षधर्मताज्ञानं जायते इति दत्तमस्ति। प्रतिज्ञावाक्येन पर्वते वर्णिबोधे जाते पर्वते एव तस्य साधकं किम् इति जिज्ञासा भवति। अत्र केवलं प्रतिज्ञावाक्यः वाक्यं स्वीकुर्मश्चेत्, अत्र पर्वते वर्णिमान् इति वाक्यं केवलं स्वीकुर्मश्चेत्, पर्वतः वर्णिमान् इति वाक्यं स्वीकुर्मश्चेत् अत्र एकः संशयः जातः। केवलं पर्वतः एव साध्यस्य अधिकरणं भवति वा इति, पर्वते एव तस्य साधकं भवति वा इति। अतः तस्मात् हेतुवाक्येन यः धूमः बोध्यते सः पर्वते एव बोध्यते। तथा च विभिन्नवाक्याभ्यां व्याप्तिः पक्षधर्मता च यद्यपि बोधिता तथापि न एकेन वाक्येन उभयबोधः इति भवति उपनयप्रवृत्तिः। अत्र एकेन वाक्येन बोधः न जायते, परन्तु वाक्यद्वयम् आवश्यकं भवति। एकं तु प्रतिज्ञावाक्यं, द्वितीयं तु हेतुवाक्यं। प्रतिज्ञावाक्येन पर्वते प्रतिज्ञावाक्येन प्रतिज्ञावाक्येन केवलं पर्वतः वर्णिमान् इति वाक्यम् इति अवगन्तुं शक्नुमः। अपि च सोरि, प्रतिज्ञावाक्येन पर्वते पर्वतः वर्णिमान् इति अवगन्तुं शक्नुमः। हेतुवाक्येन तस्य हेतुवाक्येन वयं पक्षधर्मताज्ञानम् अवगन्तुं शक्नुमः। अत्र पक्षधर्मताज्ञानं तथा च सम्बन्धज्ञानं, व्याप्तिज्ञानं, एतानि एते द्वे आवश्यकं भवति यदि परामर्शः साधनीयं चेत्। अतः ये वाक्यद्वयं सङ्ग्रहं कृत्वा तदेव उपनयप्रवृत्ति इति अस्ति। हा, इत्युक्ते उपनयवाक्यं किमर्थं वक्तव्यम् इति चेत्, भिन्नभिन्नवाक्येन अत्र पक्षधर्मता उक्ता, अपि च व्याप्तिः अपि उक्ता, किन्तु मिलित्वा, उभयमपि मिलित्वा तत्र वक्तव्यं भवति, तदा एव परामर्शः जायते इति कृत्वा अत्र उपनयवाक्यस्य आवश्यकता अस्ति इति ग्रन्थकारः वदति। उपनयप्रवृत्तिः, किमर्थम् उपनयवाक्यं वक्तव्यं? स्वेन अवगन्तुं शक्यते वा? अत्र पक्षधर्मता श्रुता खलु, व्याप्तिः अपि श्रुता, द्वितीयवाक्येन पक्षधर्मता अवगता, तृतीयवाक्येन व्याप्तिः अपि श्रुता। तर्हि स्वयमेव श्रोता किमर्थम् अत्र चतुर्थ अत्र परामर्शः किमर्थं न जायते इति चेत्, तादृशधूमः इदानीं वह्नौ पर्वते अस्ति वा, यथा डेल्ही नगरे, तद् उदाहरणं समीचीन उदाहरणमस्ति, मनसि संस्थापयन्तु। नो चेत् उपनयवाक्यम् आवश्यकम् इति न वक्तुं शक्नुमः, तदेव अत्र उक्तं। तथापि न एकेन वाक्येन उभयबोधः, उभयबोधः इत्युक्ते पक्षधर्मता अपि च व्याप्तिः, उभयमपि उभयोः अपि बोधः न भवति इति कृत्वा उपनयप्रवृत्तिः, उपनयवाक्यं वक्तव्यम् एव इति तावत् आगतम्। अस्तु, तर्हि इदानीं तस्मिन् विषये दलसार्थक्यं शिवराममहोदय पठति वा? ननु क्षम्यतां महोदय, अद्य शृणोमि अहम्। अस्तु अस्तु, पुस्तकं तर्हि स्वामी महोदय पठतु। ननु किं गुणद्वयेन, अस्तु व्याप्तिरेव हेतुगुणः भवति तेनैव अनुमितिः, किं पक्षधर्मतया सति अयं भवति, सति अयं नास्ति, सत्यं सति अयं नास्ति, सत्यम् इति एकमेव पदं बाढम् इत्यस्मिन् अर्थे। अस्तु, अत्र प्रथमं एतावद् वदतु महोदय, अत्र किं लिखितमस्ति इति। गुणद्वयेन किं, गुणद्वयं किम्, व्याप्ति एकं महोदय, पक्षधर्मता एकम्। उत्तमम्, उभयमपि कस्मिन् गुणरूपेण अस्ति? इत्युक्ते अत्र गुणद्वयं कुत्र अस्ति? गुणद्वयं हेतु, हेतौ अस्ति इति वदतु, हेतौ, हेतौ। हा, समीचीनम्, उत्तमं। तर्हि गुणद्वयं हेतौ अस्ति खलु, इदानीं पृच्छति व्याप्तिः एव गुण हेतुगुणः, एकमेव अत्र पक्षधर्मता न वक्तव्यं, नावगच्छामश्चेदपि भवति तेनैव अनुमितिः। यदा व्याप्तिज्ञानमस्ति तावदेव पर्याप्तम् इति अत्र पूर्वपक्षे आक्षिपति, किमर्थमत्र पक्षधर्मता अपि ज्ञातव्यम् इति। यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः, यथा महानसम् इति व्याप्तिज्ञानमस्ति चेत् धूमः वह्निः व्याप्यः इति कृत्वा धूमः यत्र अस्ति तत्र वह्निः अस्ति इति ज्ञातुं शक्नुमः खलु। किम्, किन्तु संशयः न, न, मम प्रश्नस्य उत्तरं वदातु, वदतु, अवगन्तुम् अनुमानं कर्तुं शक्नुमः खलु, कर्तुं शक्नुमः महोदय। तर्हि तदेव प्रश्नः अत्र, किमर्थम् अत्र पक्षधर्मताज्ञानस्य आवश्यकता इति प्रश्नः। इदानीम् अग्रे पठतु। सत्यं भवति व्याप्तिमात्रेण हेतुः साधकः, परन्तु, परन्तु साधकः अपि हेतुः, धर्मविशेष निर्धारणे असाधक एव स्यात्। विशेष निर्धारणे, विशेषानिर्धारणे इति अस्ति, ओ, धर्मविशेषानिर्धारणे असाधक एव स्यात्। सन्धिविच्छेदं करोतु। धर्मविशेष अनिर्धारणे, हा, अनिर्धारणे इति पठति, निर्धारणे इति पठति चेत् विपरीतं भवति। आं महोदय, किन्तु मनसि न बुद्धम् अतः। हा, अस्तु, अतः एव मया बुद्धं, भवतः भवत्या न, भवता न बुद्धम् इति। अस्तु, तर्हि एतावत् अग्रे अग्रे इतोपि किञ्चित् पठतु। एतादृशं तादृशं च विशेष्यं पक्षधर्मतया निश्चीयते। हा, तर्हि अत्र किमुक्तम्? साधकः हेतुः धर्मविशेष, सम्यक् न बुद्धं महोदय। अस्तु, अत्र पूर्वपक्षी किं वदति, व्याप्तिज्ञानमस्ति चेत्, हेतौ व्याप्तिज्ञानमस्ति चेत् साध्यम् अनुमानं कर्तुं शक्यते खलु, साध्य अनुमितिः भवति, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः यथा महानसम् इति व्याप्तिज्ञानं शृणुमः चेत् तत्र यत्र धूमः अस्ति तत्र वह्निः अस्ति इति वक्तुं शक्यते. किन्तु साध्यं कुत्र साधनीयम्? पक्षे, पक्षे साधनीयं खलु. तर्हि पक्षधर्मता यावत् न ज्ञातं तावत् पक्षे साध्यं न न न शक्नुमः खलु. सत्यं महोदय. अत्र अत्र वक्तुः विवक्षा का? पर्वते वह्निः अस्ति वा न वा इति एव खलु. वह्निः अस्ति वा न वा इति प्रश्नः नास्ति तस्य. ओ सत्यम्. इत्युक्ते किमपि कार्यं विना अत्र केवलम् उपविशन् अस्ति तर्हि एवमेव चिन्तयन् अस्ति इति नास्ति खलु. सः पर्वतं गन्तुम् इच्छति किन्तु तस्य मनसि संशयः अस्ति पर्वते वह्निः अस्ति वा न वा इति. तदर्थं सः पृच्छति. तर्हि यदि यत्र यत्र धूमः तत्र तत्र वह्निः इति तावदेव वदामश्चेत् अस्तु, अत्र यत्र धूमः अस्ति तत्र वह्निः अस्ति इति भवति. किन्तु तादृशवह्निः पक्षे भवेत् इति ज्ञानं यावत्पर्यन्तं न जायते तावत्पर्यन्तं तस्य प्रवृत्तिः न भवति खलु अग्रे. पर्वतं मया गन्तव्यं वा न वा इति, पर्वतः मया गन्तव्यः वा न वा इति कृत्वा पक्षधर्मता ज्ञानस्यापि आवश्यकता अस्ति इति उक्तम्. साधकः अपि हेतुः, यद्यपि साधकः, साधकः अपि हेतुः इत्युक्ते यद्यपि हेतुः साधकः अस्ति तथापि धन्दविशेष अनिर्धारणे, धर्मिविशेष अनिर्धारणे इत्युक्ते धर्मी तादृशहेतुः धर्मत्वेन कस्मिन् अस्ति, कस्मिन् धर्मिणि अस्ति, अस्मिन् धर्मिणि एषः हेतुः अस्ति इति निर्धारणं न कुर्मश्चेत् असाधकः एव स्यात्. असाधकः इत्युक्ते तस्मिन् पर्वते वह्निः अस्ति इति तादृशसामर्थ्यं नास्ति. वह्निः अस्ति इति एव निर्णेतुं कर्तुं शक्नुमः किन्तु पर्वते वह्निः अस्ति इति न निर्णेतुं शक्नुमः इति कृत्वा. अस्तु अग्रे पठतु इदानीम्. आम् महोदय. तादृशं च विशेष्यं पक्षधर्मतया निश्चीयते. हेतौ तर्हि इदानीं धर्मज्ञानं जातम् इति कृत्वा धर्मिणि साध्यं साधयितुं शक्नुमः साधकेन. अस्तु अग्रे वदतु. हेतौ हि यन् निरूपितवृत्तित्वं परामर्शविषयः स एव पदार्थः अनुमितौ विशेष्यविधया भासते नान्यः. तर्हि एतद्वाक्यस्य अर्थं वदतु. ओ इदानीं यद् हेतौ निरूपितविषयः अस्ति तदेव परामर्शस्य विषयः भवति. न न, अत्र स्पष्टतया वक्तव्यं हेतौ हि यन्निरूपितवृत्तित्वं. तत्र यन् इति यत् अस्ति, तत्र यत् इति सर्वनामशब्देन किमुक्तम्? हेतौ तु व्याप् तर्हि व्याप्तिः पक्षधर्मता उभयम् अपि महोदय. सत्यं. तर्हि अत्र यन् इति पदेन यत् इति पदेन किम् अवगन्तव्यम् अत्र? लिङ्गे अस्तु. अत्र हेतौ द्वौ गुणौ स्तः खलु, पक्षधर्मता अपि च व्याप्तिः. व्याप्तिः, व्याप्तिः तत्र केन निरूपितं, व्याप्तिः केन निरूपितम् इति प्रश्नस्य उत्तरं किं भवति? यन्निरूपित वृत्तित्वम् अत्र व्याप्तौ अस्ति, व्याप्तिः इति स्वीकुर्मश्चेत् सा व्याप्तिः केन निरूपिता अस्ति, व्याप्तिः कुत्र अस्ति, हेतौ अस्ति, तर्हि कस्य अपेक्षया हेतौ व्याप्तिः अस्ति इति वदेम. कस्य अपेक्षया? उदाहरणं, उदाहरणम् अत्र प्रकृत उदाहरणं स्वीकरोतु. यत्र यत्र धूमः तत्र तत्र वह्निः. हा सत्यं, तर्हि इदानीं हेतौ धूमे व्याप्तिः अस्ति खलु महोदय? सा व्याप्तिः केन निरूपिता? केन निरूपिता इत्युक्ते कस्य अपेक्षया हेतौ व्याप्तित्वसिद्धिः? Mode, can you tell that in English? आङ्ग्लभाषायां वदामः चेत् इतोपि क्लेशः भवति. अस्तु, अत्र हेतुः व्याप्यः अस्ति खलु? आं महोदय. धूमः व्याप्यः, कः व्यापकः? व्यापकः तु पक्षः भो. व्याप्तिः यत्र यत्र पर्वतः तत्र तत्र धूमः इति वा? वह्निः, वह्निः, न न वह्निः, वह्निः खलु. वह्निः, तर्हि वह्निः निरूपितव्याप्यत्वं हेतौ खलु? वह्निः निरूपितव्याप्यत्वम् इत्युक्ते वह्निः अपेक्षया एव धूमः व्याप्यः भवति. यदा वह्निः व्यापकः अस्ति तदा एव धूमः व्याप्यः खलु? आं महोदय, सत्यं. तर्हि व्याप्ति इति हेतौ व्याप्तिः इति गुणं स्वीकुर्मश्चेत् तत्र निरूपकः भवति वह्निः. किन्तु इदानीं कस्मिन् विषये चिन्तनं? पक्षधर्मताविषये खलु. तर्हि इदानीं हेतौ पक्षधर्मता अस्ति, हेतौ विद्यमानपक्षधर्मता केन निरूपिता? पुनः वदामि, वाक्यं श्रुत्वा वदतु, समीचीनतया अवगन्तुं शक्यते भवता. हेतौ पक्षधर्मता अस्ति, गुणद्वयेषु एकं पक्षधर्मता खलु, तद् भवता अवगतं महोदय? हा, तर्हि हेतौ पक्षधर्मता अस्ति, सा पक्षधर्मता केन निरूपिता? वह्निः. किमर्थम् अत्र पक्षधर्मता इत्यत्र वह्निः एव नास्ति खलु? पक्षधर्मता, पक्षः कः? पक्षः तु पर्वतः. हा, तर्हि पर्वतेन निरूपिता इति वक्तव्यं. पर्वतस्य अपेक्षया एव यदि पर्वतः धर्मी अस्ति तदा एव हेतुः धर्मः भवति खलु? हा, पक्षधर्मता, धर्मता इत्युक्ते किं? धर्मस्य भावः. तर्हि धर्मत्वं, धर्मता इत्युक्ते किं? धर्मत्वं. हेतौ धर्मत्वम् अस्ति चेत् तद्धर्मत्वं केन निरूपिता? इत्युक्ते सरलरीत्या, सरलरीत्या अहं पृच्छामि चेत् हेतुः धूमः धर्मः इत्युक्ते धर्मी कः? धर्मी तु पर्वतः. तदेव वक्तव्यं, तदेव प्रश्नः. तर्हि हेतु हेतौ धर्मत्वं केन निरूपितम् इति चेत् पर्वतेन निरूपितं. पर्वतनिष्ठधर्मितानिरूपितधर्मता आश्रयः धूमः खलु महोदय? बुद्धं वा? तद् बुद्धं महोदय, आफ्टर् यु से इट् इस् बुद्धं. हा, इत्युक्ते अत्र धर्मत्वं, धर्मता इति साकाङ्क्षपदार्थः अस्ति, व्याप्तिः इति अपि साकाङ्क्षपदार्थः अस्ति, उभयमपि सम्बन्धं बोधयति खलु. धर्मी विना धर्मः न भवति खलु न भवति हा एवं व्यापकं विना व्याप्यः न भवति खलु व्याप्तिः अपि न भवति खलु तदेव प्रश्नः तर्हि हेतौ विद्यमानव्याप्तित्वं केन निरूपिता इति चेत् वह्निना निरूपिता हेतौ विद्यमानधर्मता नो चेत् धर्मत्वं केन निरूपिता इति चेत् धर्मिणा पर्वतेन निरूपिता अत्र कस्मिन् विषये चिन्तनम् अत्र पूर्वपक्षिणा किम् अनु किं किम् अङ्गीकृतं व्याप्तिः अस्ति चेत् पर्याप्तं सः किम् आक्षेपति अत्र पक्षधर्मतायाः आवश्यकता का इति खलु तर्हि अत्र हेतौ यन्निरूपितवृत्तित्वं परामर्शविषयः इत्युक्ते अत्र यं यस् इत्यनेन पर्वतः अवगन्तव्यः पर्वतनिरूपितवृत्तित्वं परामर्शस्य विषयः अस्ति खलु तत् परामर्शे सप्तविषयाः बोध्यन्ते खलु तदपि अस्माभिः अधीतं व्याप्तौ पञ्चविषयाः बोध्यन्ते परामर्शे सप्तविषयाः बोध्यन्ते तत्र मुख्यविशेष्यः अस्ति पक्षः पर्वतः मुख्यप्रकारः अस्ति वह्निः सर्वत्र उपरि अस्ति तन्मध्ये यानि सन्ति तेषु प्रकारता विशेष्यता उभयमपि भवति एतत् सर्वम् अस्माभिः अधीतं खलु अधीतं हा तर्हि हेतौ यन्निरूपितवृत्तित्वं परामर्शविषयः इत्युक्ते पर्वतः यन् इत्यनेन यत् इत्यनेन पर्वतः अवगन्तव्यः पर्वतनिरूपितवृत्तित्वं परामर्शविषयः सः एव पदार्थः पर्वतः अनुमितौ विशेष्यविधया भासते अनुमितिज्ञानं किम् अनुमितिज्ञानस्य आकारं वदतु पर्वतः वह्निमान् इदानीं पर्वतः वह्निमान् इत्यत्र विशेष्यं किम् विशेष्यं तु पर्वतः एव महोदय उत्तमं प्रकारः कः प्रकारः वह्निः उत्तमं बहु उत्तमं तर्हि पर्वतः वह्निमान् इत्येव अनुमितिः भवेत् खलु तर्हि पक्षधर्मता ज्ञानं नास्ति चेत् पर्वतः वह्निमान् इति ज्ञानं न जायते वह्निः अस्ति इति एव ज्ञानं जायते पर्वते वह्निः अस्ति इति ज्ञानं न जायते किन्तु अस्माकम् आकाङ्क्षा का संशयः कः पर्वते वह्निः अस्ति वा न वा इति एव खलु सत्यं महोदय तर्हि पक्षधर्मताज्ञानम् अपि आवश्यकं नो चेत् पक्षधर्मताज्ञानं विना अत्र पर्वतः वह्निमान् इति अनुमितिः न जायते केवलं वह्निः यदि केवलं व्याप्तिज्ञानमस्ति तर्हि वह्निः अस्ति इति एव ज्ञातुं शक्नुमः किन्तु का अनुमितिः इष्टा अस्ति पर्वतः वह्निमान् इति अनुमश तदेव मत्र संशयः पर्वते वह्निः अस्ति वा इति एव मम आरम्भस्तरे संशयः अस्ति खलु तर्हि यावत्पर्यन्तम् अनुमितिः पर्वते वह्निः अस्ति पर्वतः वह्निमान् इति अनुमितिः यावत्पर्यन्तं न जायते तावत्पर्यन्तं मम संशयस्य नाशः न भवति इति कृत्वा अत्र पक्षधर्मताज्ञानम् अपि आवश्यकम् अहम् अङ्गीकरोमि व्याप्तिज्ञानमस्ति चेत् वह्निज्ञानं साध्यज्ञानं प्राप्यते किन्तु पर्वतः वह्निमान् इति ज्ञानं न प्राप्यते किन्तु तदेव मम आवश्यकं वह्निः अस्ति इति अहं पृच्छामि वह्निः अस्ति वा हा वह्निः अस्ति इति कोऽपि वदति चेत् मया किमपि कर्तुं शक्यते वा पर्वते वह्निः अस्ति वा न वा इति एव प्रश्नः तर्हि पर्वते वह्निः अस्ति इति ज्ञानं प्रापणीयं तत्र पर्वतः अस्मिन् ज्ञाने अनुमितिज्ञाने पर्वतः विदेश्यविधया भासेत तदा एव संशयस्य अपगमनं भवति इति कृत्वा पक्षधर्मताज्ञानम् अपि आवश्यकम् इति उक्तं बुद्धं खलु बुद्धं न अत्र किञ्चित् वाक्ये किञ्चित् प्रौढता अपि अस्ति अस्तु अग्रे पठतु महोदय प्रकृते च पञ्च अवयववाक्यजन्यबोधेन जायमाने परामर्शे पर्वतः विशेष्य विधया भासते इति स एव अनुमिति विशेष्यः न अन्यः. एवंविधं प्रयोजनं बुद्धौ निधाय व्याप्तिः पक्षधर्मता च द्वौ हेतुगुणौ इति आहुः. अस्तु, नूतनं किमपि नास्ति, सर्वम् अस्माभिः चिन्तितमेव. तर्हि अत्र पञ्चवाक्यानां प्रयोजनमस्ति. पञ्चवाक्यानि श्रुत्वा एव अन्ततो गत्वा परामर्शज्ञानं जायते. निगमनवाक्यम् अपि श्रुत्वा परामर्शज्ञानं, पर्वतः अयं पर्वतः वह्निव्याप्य धूमवान् इति ज्ञानं, तदेव सामग्री, अनुमितिसामग्री, अनुमानसामग्री अस्ति. तद् जायते पञ्चमवाक्यं श्रुत्वा. तदनन्तरम् अत्र अनुमितिः अपि जायते पर्वतः वह्निमान् इति. अस्तु, तर्हि इदानीं निगमनवाक्यं कथं, तस्य आकारः कः इति चिन्तनम्. प्रश्नाः सन्ति वा एतावत्? महोदय, प्रश्नः न आगतं खलु, चतुर्थवाक्यं श्रुत्वा किं? सत्यं. तर्हि अत्र इदानीं प्रश्नः किम् इति अवगन्तव्यं. किञ्चित् पठेम, तदनन्तरं तस्मिन् विषये चिन्तयेम. अस्तु अस्तु, अस्तु. रमेश् महोदय पठतु महोदय कृपया निगमनवाक्ये बोधवर्णनं. आम् महोदय, निगमनवाक्ये बोधवर्णनं प्रकृतम् अनुसरामः. उपनयवाक्येन धूमे व्याप्तिः पक्षधर्मता च बोधिता. तादृशगुणवता हेतुना बोध्यः वह्निः पर्वते अस्ति इति बोधनाय अग्रिमवाक्यं यत् प्रवर्तते निगमनरूपं तद् आह. तस्मात् तथा. तावत् किञ्चित् चिन्तयेम. आम्, तर्हि उपनयवाक्येन वयं जानीमः धूमे व्याप्तिः अस्ति, पक्षधर्मता अपि अस्ति इति. तर्हि एतदेव अनुमानसामग्री. चतुर्थवाक्यम् उपनयवाक्यं श्रुत्वा गुणद्वयविशिष्टहेतुः इति ज्ञानं जातम्. अस्तु अग्रे. तादृशगुणवता, तर्हि हेतोः द्वौ गुणौ स्तः इति जानीमः. गुणवता इत्यस्य विभक्तिवचनं किम्? तृतीयविभक्ति. उत्तमम्. उत्तमं. तादृशगुणवता हेतुना इति विशेषणमस्ति, हेतुना इत्यस्य तृतीयविभक्ति. पर्वते वह्निः अस्ति इति बोधनाग्रिमवाक्यं यत् प्रवर्तते, तर्हि अग्रिमवाक्यं यत् अस्ति तद् निगमनवाक्यम् इति वदामः इति दत्तमस्ति. तस्मात् तथा इति यद्वाक्यमस्ति तद् निगमनवाक्यम् इति दत्तम्. सत्यं. तर्हि इदानीं पञ्चमप्रश्नः कः? उपनयवाक्यं श्रुत्वा श्रोतरि कः प्रश्नः उदेति? तत्र वह्निः, तत्र पर्वते धूमः अस्ति, धूमे हेतो द्वयोः अपि अस्ति, धूमे व्याप्तिः पक्षधर्मता अपि अस्ति. तर्हि पर्वते धूमः अस्ति, तादृशधूमः अस्ति यत् यत्र वह्निः भवितुम् अर्हति, तादृशधूमः अस्ति इति वयं जानीमः. तर्हि द्वयोः किं प्रश्नः वर्तते? द्वयोः सम्बन्धः न पर्वतवह्निमान् इति तद् ज्ञानं भवति. प्रश्नं किं भवति? अस्मिन्नेव वाक्ये दत्तं प्रश्नः अपि दत्तः अस्ति अस्मिन्नेव वाक्ये. पुनः एकवारं पठतु एतादृशगुणवता इति. एतादृश तादृशगुणवता बोध्यः वह्निः पर्वते अस्ति. पर्वते वह्निः अस्ति वा इति प्रश्नः वा? हा, तादृशगुणवता हेतुना बोध्यः वह्निः पर्वते अस्ति वा न वा इति प्रश्नः. इति बोधनाय इति उक्तं खलु. तस्य तर्हि अत्र प्रश्नः कः इति चेत् तादृशगुणवता, तादृशगुणवता इत्युक्ते गुणद्वयविशिष्टगुणवता हेतुना बोध्यः वह्निः पर्वते अस्ति वा इति प्रश्नः. किमर्थम् एतादृशप्रश्नः अस्ति चेत् प्रथमवाक्यं प्रतिज्ञावाक्यं किं? पर्वतः वह्निमान् इति उक्तं खलु. तर्हि इदानीं श्रोता पृच्छति द्वितीयवाक्यं तृतीयवाक्यं चतुर्थवाक्यं श्रुत्वा प्रथमवाक्ये यद्भवता उक्तं पर्वतः वह्निमान् इति, तत्र वह्निः यदुक्तं सा वह्निः तादृशगुणवता हेतुना बोध्यः वह्निः एव पर्वते अस्ति वा इति पृच्छति. तदेव प्रश्नम् इति बोधनाय अग्रिमं वाक्यं. तर्हि तत् प्रश्नं श्रुत्वा तस्मात् तथा च अयम् इति पुनः वदति निगमनवाक्यम्. इत्युक्ते स्पष्टीकरोति आम् तादृश तादृशवह्निः एव इत्युक्ते तादृशवह्निः इत्युक्ते कीदृशवह्निः? या वह्निः हेतुना निरूपिता, यद् यः वह्निः हेतुना निरूपिता निरूपिता सत्यं हेतुना निरूपिता. कीदृशहेतुना? गुणद्वयविशिष्टहेतुना निरूपिता वह्निः एव पर्वते अस्ति इति प्रथमवाक्ये मया उक्तम् इति तस्मात् तथा च अयम् इति वदति. बुद्धं खलु? तर्हि इदानीं पञ्चमप्रश्नः अपि उक्तः. अस्तु, अत्र तस्मात् तथा इत्यत्र अत्र किं तसुल् प्रत्ययः न पञ्चमी विभक्तिप्रत्ययः अस्ति. अस्तु, भवानेव पठतु महोदय. रमेश महोदय, तस्मात् तथा इति. तस्मात् तथा इति इह प्रथमतत् पदेन पूर्ववाक्य उक्तः वह्निव्याप्य पर्वतवृत्तिधूमः ग्राह्यः पञ्चम्यार्थः बोध्यत्वम्. तस्मात् इत्युक्ते तद् शब्देन यत् वह्निव्याप्य पर्वतवृत्तिधूमः, तर्हि तत् शब्देन धूमः उच्यते. कीदृशधूमः? वह्निव्याप्य पर्वतवृत्तिधूमः ग्राह्यः पञ्चम्यार्थः तस्य बोधयत्वं पञ्चमार्थ तस्मात् इति. पञ्चम्यार्थः इत्युक्ते नसि इति प्रत्ययः अस्ति खलु. तस्मात् इत्यत्र नसि, तत् योगः नसि सुऔज समौच स्टाभ्यां बिस् ज्ञेभ्यां बिस् नसि इति पञ्चमविभक्तिः एकवचनप्रत्ययः अस्ति खलु. तस्य प्रत्ययस्य अर्थः कः इति चेत् बोध्यत्वम् इति अर्थः. बोध्यत्वम् इति अर्थः. बुद्धं वा? आमां. तर्हि तस्मात् इत्यत्र तत् इति पदेन पदस्य अर्थः कः इति चेत् वह्निव्याप्य पर्वतवृत्तिधूमः इति अर्थः. अत्र नसि इति प्रत्ययस्य अर्थः कः इति चेत् बोध्यत्वम् इति अर्थः. किमर्थमित्युक्ते बोध्यत्वं स्वीकृतमिति चेत् वह्निव्याप्य पर्वतवृत्तिधूमः एव बोध्यः भवति. कं प्रति? वह्निं प्रति. बोध्यः नास्ति, बोधकः भवति खलु. बोधकः भवति, तेन बोध्यः भवति वह्निः. तर्हि बोध्यत्वं वह्निं प्रति गन्तव्यम् इति कृत्वा अत्र बोध्यत्वम् इति उक्तं, न तु बोधकत्वम्. वस्तुतः अत्र पञ्चम हेतुः एव पञ्चम्यार्थे पञ्चमी विभक्तेः अत्र अपादानार्थे पञ्चमी भवति, हेत्वर्थे अपि पञ्चमी भवति. हेतुः इत्युक्ते कारणं, कारणमित्युक्ते बोधकत्वम् एव भवेत्. किन्तु अत्र बोध्यत्वं स्वीकृतं. किमर्थम् इति चेत् यत्र यत्र बोधकत्वम् अस्ति बोध्यत्वमपि अस्ति, किन्तु अस्माकं लक्ष्यं किं, वह्निं प्रति गन्तव्यं खलु इति कृत्वा पञ्चम्यार्थः बोध्यत्वम् इति स्वीकृतमत्र. बुद्धं वा? स्पष्टतया न बुद्धं महोदय. अत्र ममापि क्लेशः आसीत्, अतः भानु गते भानुवासरे मणिद्राविडशास्त्रिपादैः सह किञ्चित् चर्चा जाता. मया पृष्टं पञ्चम्यार्थः बोधकत्वं, यदि सूत्र अनुसारं पश्यामश्चेत् बोधकत्वं हेतुः एव अस्ति खलु. वह्निव्याप्य पर्वतवृत्तिधूमः हेतुः अस्ति, तर्हि हेत्वर्थे एव अत्र पञ्चमी भवेत्. तर्हि हेत्वर्थे पञ्चमी अस्ति अस्ति इति चेत् बोधकः अस्ति हेतुः, बोध्यः भवति वह्निः, तयोः मध्ये बोध्यबोधकभावः अस्ति खलु. तयोः इत्युक्ते वह्नि धूमयोः मध्ये बोध्यबोधकभावः अस्ति. तर्हि बोधकः कः? धूमः. बोध्यः कः? वह्निः. तर्हि बोधकत्वम् एव धूमे भवेत्, न तु बोध्यत्वं. कथं वा ग्रन्थकारेण अत्र बोध्यत्वम् इति लिखितम् इति मया पृष्टम्. तत्र शास्त्रिपादैः एवम् उक्तं, वस्तुतः प्रत्ययस्य अर्थः इति किमपि अस्ति. तदनन्तरं प्रत्ययः कुत्र विधीयते इति अपि अस्ति. स्थानं, प्रत्ययस्य स्थानं किं, प्रत्ययस्य अर्थः कः इति तत्र शास्त्रिपादैः बहु समीचीनतया मया प्रतिपादितम्. एतावत्पर्यन्तं मया न ज्ञातम् एतद्. तेन किमुक्तम् इति चेत्, पञ्चमीप्रत्ययस्य अर्थः हेत्वर्थे, यदि पञ्चमीप्रत्ययस्य पञ्चमीप्रत्ययस्य प्रयोगं कुर्मः, तत्र प्रत्ययस्य अर्थः, प्रत्ययं किं बोधयति इति चेत् सम्बन्धम् एव बोधयति. सम्बन्धमपि सम्बन्धम् इत्युक्ते बोध्यबोधकसम्बन्धं, नो चेत् प्रतिपाद्यसम्बन्धं. हेतुः, यस्मिन् कस्मिंश्चित् विषये हेतुः इति वदेम, तत्र तयोः मध्ये यः सम्बन्धः अस्ति तादृशसम्बन्धम् एव बोधयति प्रत्ययः. तर्हि प्रत्ययस्य अर्थः कः इति चेत् सम्बन्धः एव. किन्तु कुत्र प्रत्ययस्य योजनं कर्तव्यं? सम्बन्धः, सम्बन्धे तु बोधकः अपि अस्ति बोध्यः अपि अस्ति, द्वौ एव सम्बन्धिनौ खलु. बोध्यबोधकभावः यत्र अस्ति तत्र बोधकः अपि सम्बन्धि, एकः सम्बन्धि, बोध्यः अपि एकः अन्यः सम्बन्धि. तर्हि अनयोः सम्बन्धिनोः मध्ये कुत्र प्रत्ययः योजनीयः इति चेत् बोधकस्य प्रत्ययविधानं भवति, बोधकः एव स्थानी भवति. किन्तु बोधकः स्थानी भवति इति कृत्वा प्रत्ययस्य अर्थः एव बोधकत्वम् इति नास्ति. प्रत्ययस्य अर्थः बोधकत्वम् अपि स्वीकर्तुं शक्यते, बोध्यत्वम् अपि स्वीकर्तुं शक्यते इति अस्ति. तर्हि अस्माकं लक्ष्यं किं? वह्निः एव खलु. वह्निव्याप्य पर्वतवृत्तिधूमं गृहीत्वा, बोधकत्वेन गृहीत्वा लक्ष्यं किं, बोध्यं किं? वह्निः एव. तर्हि तत्र गन्तव्यम् इति कृत्वा पञ्चम्यर्थः बोध्यत्वम् इति ग्रन्थकारेण लिखितम् इति शास्त्रिपादैः विवृतं. बुद्धं वा इदानीं? न महोदय, संशयः अस्ति. तर्हि पञ्चमी द्विनिष्ठः भवति वा? न, पञ्चमी द्विनिष्ठः नास्ति. अस्तु, इदानीं भवान् अहं प्रश्नं पृच्छामि, भवान् वदतु, तर्हि बोधः जायते. अस्तु, अत्र कस्मिन् अर्थे पञ्चमी प्रयुक्तः अस्ति? तस्मात् इत्यत्र हेत्वर्थे, हेत्वर्थे अस्ति. उत्तमं. तत्र सूत्रं किम् इति इदानीं न पृच्छामि, यदि भवतः मनसि अस्ति वदतु, केन सूत्रेण? हेतौ इति सूत्रेण वा? हेतौ इति सूत्रेण, प्रायः हेतौ इति एव. तत्र पञ्चमी इति अनुवर्तते इति अहं चिन्तयामि. आमां, अस्तु, हेतौ इति सूत्रेण पञ्चम्य हेत्वर्थे नसि प्रत्ययः अत्र उक्तं, समीचीनं। तर्हि हेत्वर्थे इति उक्तं खलु, तर्हि हेतुः इत्यस्य अर्थः कः? हेत्वर्थे एव पञ्चमे प्रयुक्तं खलु, हेतुः इति पदस्य अर्थः कः? यः कारणं भवति तत् हेतुः। उत्तमं, तर्हि कारणम् इति सा अपेक्षापदमस्ति खलु। आम्, यदा कारणम् इति वदामि तर्हि का आकाङ्क्षा जायते? कार्यं किम् इति आकाङ्क्षा जायते। उत्तमम्, आकाङ्क्षा जायते खलु। आम्, तर्हि हेतु इति पदं प्रयोगं कुर्मश्चेत् कारणम् इति तस्य अर्थः अस्ति चेत् कार्यं किम् इति आकाङ्क्षा जायते, तर्हि कार्यकारणयोः यः सम्बन्धः अस्ति, कार्यकारणसम्बन्धः अस्ति, तस्मिन् अर्थे एव अत्र प्रत्ययस्य विधानं, तदेव हेत्वर्थे इत्यस्य अर्थः। आम्, तद्बुद्धम्। हा, किन्तु इदानीं सम्बन्धः एव प्रत्ययस्य अर्थः, किन्तु प्रत्ययः कारणस्य अनन्तरं भवेत् वा कार्यस्य अनन्तरं भवेत् वा इति प्रश्नस्य उत्तरं किम्? कारणस्य। हा, उत्तमं, तर्हि प्रत्ययः कुत्र विधीयते इति चेत् कारणस्य अनन्तरं, कारणबोधकशब्दः प्रातिपदिकं यदस्ति तस्मात् परं प्रत्ययः विधीयते, किन्तु प्रत्ययः तत्र विधीयते इति कृत्वा तदेव अर्थः इति नास्ति। अत्र हेत्वर्थः इत्युक्ते कार्यकारणभावसम्बन्धबोधकम् अस्ति पञ्चमी प्रत्ययः खलु। हा, तावद्बुद्धं खलु? हा, तावद्बुद्धं महोदय। हा, तर्हि इदानीं तस्मात् इति पदमस्ति वाक्ये, तस्मात् इति पदं, तस्मात् इति पदेन किं बोधयितुमिच्छामः अस्मात् वयम्? कार्यं बोधयितुमिच्छामः तत्र। हा, उत्तमं, कार्ये किमस्ति? कार्यत्वमस्ति खलु। हा, बोध्ये बोध्यत्वमस्ति खलु। हा, ओके, बोध्यस्य कार्यं, तर्हि बोध्ये बोध्यत्वमस्ति, तर्हि अत्र तस्मात् इति वाक्ये यत् पञ्चमी अस्ति तत्र तत् इति पदेन वह्निव्याप्य पर्वतवृत्तिधूमः इति ग्रहणं कुर्मश्चेत् तस्मात् विद्यमानपञ्चमीप्रत्ययस्य अर्थं बोधकत्वम् इति स्वीकर्तव्यं वा बोध्यत्वम् इति स्वीकर्तव्यं वा इति चेत् बोध्यत्वमेव स्वीकर्तव्यं। किमर्थमित्युक्ते अत्र वाक्यस्य लक्ष्यं किम् इति चेत् वह्निः एव लक्ष्यम् इति कृत्वा बोध्यत्वं स्वीकर्तव्यम् इति। यद्यपि पञ्चमीप्रत्ययस्य विधानं बोधकस्य अनन्तरमेव भवति, बोधकवाचप्रातिपदिकस्य अनन्तरमेव भवति, किन्तु प्रत्ययस्य अर्थः बोध्यत्वं बोधकत्वम् उभयमपि। तर्हि यथासङ्गं, यदि धूमं बोधयितुमिच्छामः वह्निं स्वीकृत्य, तत्पदेन वह्निं स्वीकृत्य धूमं बोधयितुमिच्छामः तर्हि पञ्चम्यर्थप्रत्ययस्य बोधकत्वम् इति अर्थः भवति। किमर्थमित्युक्ते तत्रैव गन्तव्यं, किन्तु अस्माकं लक्ष्यमिदानीं वह्निः अस्ति, बोध्यः अस्ति इति कृत्वा पञ्चम्यर्थः बोध्यत्वम् इति स्वीकृतम्। अस्तु, अग्रे पठतु महोदय। तत् च द्वितीयतत् पदार्थे वह्नौ सम्बध्यते। तर्हि द्वितीय तत् तथा इति यद् पदमस्ति तस्य तत्र तत्पदमस्ति, तत्पदं वह्नौ सम्बध्यते इति, वह्नौ तद् वह्नौ एव दर्शयति इति, वह्नि एव दर्शयति इति दत्तमस्ति। हा, तर्हि अत्र पश्यतु, अत्र वह्निः एव अस्माकं लक्ष्यमिति कृत्वा अत्र बोध्यत्वं कुत्र अस्ति? वह्नौ अस्ति खलु। हा, तर्हि तस्मात् तथा इत्यत्र तस्मात् किं वक्तुमिच्छामः? धूमः इति अस्माकं निगमनं नास्ति, वह्निः इति निगमनम्, अतः अत्र बोध्यत्वं स्वीकृतम्। अस्तु अग्रे। तद् उत्तरवर्ति थाल् प्रत्ययस्य पूर्ववत् आश्रयत्वम् अर्थः। तर्हि तथा यथा थाल् प्रत्ययः अस्ति तत् आश्रयत्वं बोधयति इति दत्तमस्ति। वह्नेः आश्रयत्वं कुत्र अस्ति इति चेत् वह्नौ अस्ति इति बोधयति थाल् प्रत्ययः। अग्रे उपनयात् अयम् इति पर्वतबोधकं पदम् अत्र अनुषञ्जनीयम्। अनुषञ्जनीयम् इत्युक्ते अनुवर्तनीयम् इति। तर्हि सम्पूर्णनिगमनवाक्यं किम्? तस्मात् तथा अयम्। हा उत्तमम्। अयम् इत्यनेन किम् अवगन्तव्यम्? पर्वतः वह्निमान् पर्वतः इति अवगन्तम्। उत्तमं। कीदृशवह्निः इति चेत् वह्निव्याप्य पर्वतवृत्तिधूमनिरूपितवह्निः पर्वते अस्ति इति। अस्तु, वस्तुतः अत्र किमर्थम् एतादृशप्रयासः ग्रन्थकारेण कृतः इति चेत् अत्र मूलग्रन्थे एवमुक्तं खलु, तस्मात् तथा इति एव उक्तं। तर्हि तत्र किञ्चित् प्रतिपादनीयमस्ति, नो चेत् अत्र एतत् सर्वं नावश्यकम्, अस्माभिः बुद्धमेव। यदि नावगच्छति चेदपि क्लेशः नास्ति, अत्र सिद्धान्तः अवगतः अस्ति चेत् पर्याप्तं। किन्तु तस्मात् तथा इति मूलग्रन्थे उक्तम् इति कृत्वा कथञ्चित् वह्निव्याप्य पर्वतवृत्तिधूमनिरूपित वह्निः पर्वते अस्ति इति वक्तव्यं, तस्मात् तथा इति केवलं तस्मात् तथा अयम् इति पदत्रयेण वह्निव्याप्य पर्वतवृत्तिधूमनिरूपितवह्निः पर्वते अस्ति इति वक्तुम् इच्छति इति कृत्वा एतादृशप्रयासः ग्रन्थकारेण कृतः। अस्तु अग्रे गच्छेम। अस्तु मेहुल् महोदय अग्रे। आं तत्र चित्रमस्ति खलु? आं चित्रमस्ति। तत् इत्यस्य अर्थः अत्र तस्मात् तथा इति, तस्मात् तथा अयम् इति, तस्मात् तथा अयम् इति निगमनवाक्यस्य वाक्ये यानि पदानि सन्ति तेषाम् अर्थः कः इति अत्र दर्शितं। तर्हि तत् इत्यस्य अर्थः वह्निव्याप्य धूमः इति एव। स्मात् इत्यनेन अत्र पञ्चम्यर्थः बोध्यत्वम् इति दर्शयति, अतः वह्निव्याप्य धूमः इत्यनेन किं बोद्धव्यं? बोध्यम् इत्युक्ते वह्निः। तर्हि तत् अग्रिमपदे तथा इति पदे यत् तत् इति पदमस्ति तस्य अर्थः वह्निः इति भवति। अपि च तस्य अनन्तरं थाल् इति प्रत्ययः अस्ति, सः आश्रयत्वं सूचयति। अपि च अग्रे अयम् इत्युक्ते पर्वतः, तर्हि वह्नि आश्रयत्व पर्वतः, वह्नि आश्रयत्वं पर्वते अस्ति। अतः सम्पूर्णरीत्या यः अत्र वह्निः इति विषयः अस्ति, परन्तु कीदृशः वह्निः, तर्हि अपि च केन सः वह्निः बोध्यं भवति इत्युक्ते यः धूमः अस्ति तेन एव वह्निः बोध्यमस्ति। परन्तु धूमः कीदृशः अस्ति? तर्हि वह्निव्याप्य धूमः अस्ति, अपि च सः धूमः पर्वते अस्ति, अतः वह्निः अपि पर्वते अस्ति। तर्हि स तेन अवगमनं भवति, अतः पर्वतः वह्निमान् इति सम्पूर्णरीत्या अवगमनं भवति निगमनवाक्ये। अस्तु अग्रे पठतु। इति दर्शितरीत्या, हा इति दर्शितरीत्या पदार्थानां सम्बन्धे वह्निव्याप्य धूमः, अनन्तरं बोध्यः, अनन्तरं वह्निः। अत्र स्थगनं न करोतु, वस्तुतः अत्र मिलित्वा पठनीयं। अस्तु, वह्निव्याप्य धूमबोध्यवह्निः आश्रयत्ववान् पर्वतः। वह्निः इति अत्र विसर्गं न स्थापयतु, अत्र समस्तपदमस्ति एतत्। सत्यं, वह्निव्याप्य धूमबोध्यवह्नि वन्याश्रयत्ववान् पर्वतः। इति. हा तस्मात् तथा अयम् इत्यस्य अर्थः कः इति चेत् वह्निव्याप्तधूमबोध्य वह्नि आश्रयत्ववान् पर्वतः इति अर्थः. समीचीनम्. तर्हि अत्र वह्निव्याप्य धूमः बोधकः भवति, तेन बोध्यः भवति वह्निः. अत्र स्मात् इति नसि इति प्रत्ययस्य अर्थः अस्ति सम्बन्धः. तर्हि तत्र सम्बन्धः कयोः मध्ये इति चेत् बोध्यबोधकयोः मध्ये, किन्तु इदानीं तत्र वह्निं प्रति गन्तव्यम् इति कृत्वा बोध्यत्वं स्वीकृतं. प्रत्ययस्य अर्थः बोध्य इति स्वीकृतं, न तु बोधक इति. यद्यपि प्रत्ययस्य विधानं बोधकस्य अनन्तरं भवति, किन्तु इदानीं वह्निं प्रति गन्तव्यम् इति कृत्वा वाक्यम् एतादृशं भवेत् खलु, वह्निव्याप्य धूमबोध्य वह्नि आश्रयत्ववान् पर्वतः इति. तर्हि अत्र बोध्यत्वमिति अर्थः स्वीकृतः. अस्तु अग्रे. इति इष्टबोधः सिध्यति. अस्तु अत्र च इति इष्टबोधः सिध्यति. हा इति इष्टबोधः सिद्ध्यति. अत्र च पदैः उपस्थितानां पदार्थानां परस्परसम्बन्धे विशेषः शब्दखण्डे निरूपयिष्यते. अस्तु इत्युक्ते वह्निव्याप्तधूमबोध्य वह्नि आश्रयत्ववान् पर्वतः इति यदि आकारमस्ति तत्र पदाः सन्ति खलु, पदानि सन्ति खलु. यथा पूर्वम् अस्माभिः दृष्टं पदव्यवस्था इत्यत्र गमनम् इति पदं शृणुमश्चेत् तत्र कति विषयाः बोध्यन्ते, अपि च मुख्यप्रकारः कः, मुख्यविशेषः कः इति तादृशचिन्तनं शब्दकाण्डे निरूपयिष्यते इति उक्तम्. अस्तु अग्रे महोदय. एवं च निगमनजन्यबोधे जाते श्रोतुः परामर्शः उत्पद्यते, ततश्च तस्य पर्वतो वह्निमान् इति अनुमितिः उत्पद्यते. एतत् तत्त्वं तु असकृदावेदितम् एव इति नात्र बहु वक्तव्यम् अस्ति. इति अत्र निगमनजन्य अथवा निगमनवाक्यं श्रुत्वा श्रोतुः आत्मनि परामर्शः उत्पद्यते. अस्तु तर्हि निगमनवाक्यं श्रुत्वा किं शाब्दबोधं जायते? निगमनवाक्यं श्रुत्वा पर्वतः वह्निमान् इति अथवा सूक्ष्मरीत्या पश्यामः चेत् वह्निव्याप्य धूमः धूमेन वह्निः इति बोध्यं, स एव वह्निः पर्वते अस्ति इति शाब्दबोधः जायते. इत्युक्ते अत्र यद्वाक्यं भवता पठितं तदेव वह्निव्याप्तधूमबोध्य वह्नि आश्रयत्ववान् पर्वतः इति शाब्दबोधः जायते. अतः एव अत्र लिखितमस्ति अस्मिन् शाब्दबोधे कति विषयाः सन्ति अपि च तयोः मध्ये कीदृशसम्बन्धः इति शाब्दकाण्डे निरूप्यते इति. ओ अस्तु अस्तु शब्दखण्डे. तर्हि प्रथमवाक्यं पर्वतः वह्निमान् इति, अन्ततो गत्वा पर्वतः वह्निमान् इति एव वस्तुतः ज्ञानं, किन्तु केवलं पर्वतः वह्निमान् इति नास्ति, वह्निव्याप्य धूमबोध्य वह्नि आश्रयत्ववान् पर्वतः इति ज्ञानं, तदेव शाब्दबोधम्. अस्तु तर्हि अनेन शाब्दबोधेन अनुमिति का अनुमितिसामग्री जायते श्रोतरि? इत्युक्ते पञ्चम निगमनवाक्यं श्रुत्वा अनुमितिः जायते नास्ति अथवा परामर्शः जायते वा? अत्र प्रथमवाक्यं पठतु एकवारम्. ओ अस्तु. एवं च निगमनजन्यबोधे जाते श्रुतुः परामर्शः उत्पद्यते. परामर्शः जायते. तर्हि पञ्चमवाक्यं श्रुत्वा एव परामर्शः उत्पद्यते. ओ अस्तु अस्तु. हा सोपानेन अत्र यदा नो चेत् पञ्चवाक्यानाम् आवश्यकता एव नास्ति खलु? नास्ति. हा अत्र किञ्चित् अत्र शास्त्रिपादैः उक्तं मया मम किम् इति चेत् बौद्धानां मतानुसारं बौद्धानां प्रक्रिया अनुमानप्रक्रियानुसारं केवलं वाक्यद्वयं पर्याप्तं. किम् इति चेत् उदाहरणवाक्यम् अपि च उपनयवाक्यम् इति वाक्यद्वयमेव पर्याप्तम् इति बौद्धानां चिन्तनम्. अद्वैतीनां चिन्तनं कथमस्ति इति चेत् प्रथमवाक्यत्रयं प्रतिज्ञा हेतुः उदाहरणं नो चेत् अन्तिमवाक्यत्रयम् उदाहरणम् उपनयं निगमनम् इति वाक्यत्रयेण अत्र अनुमितिः साधयितुं शक्यते इति अद्वैतीनां मतं किन्तु प्राचीननैयायिकानां मतं किम् इति चेत् पञ्चवाक्यानि श्रोतव्यानि तदा पञ्चमवाक्यस्य अन्ते एव अनुमितेः सामग्रिः इत्युक्ते परामर्शज्ञानम् अनुमानज्ञानं जायते तदनन्तरम् अग्रिमक्षणे अनुमितिः जायते इति तेषां मतम् ततश्च इत्युक्ते ततश्च इत्युक्ते तस्मात् अग्रिमक्षणे तस्य श्रोतुः पर्वतः वह्निमान् इति अनुमितिः उत्पद्यते एतत् तत्त्वम् असकृदेव आवेदितम् इत्युक्ते बहुवारम् उक्तम् इति कृत्वा अत्र न बहु वक्तव्यम् सकृत् इत्युक्ते एकवारम् असकृत् इत्युक्ते बहुवारम् अस्तु अग्रे भगिनि महोदय अस्तु अनुमितिप्रकरणे तल्लक्षणम् अभिधाय तज्जनकीभूतपरामर्शे विषयी भवन्ति व्याप्तिः पक्षधर्मता च उक्ते ततः कथं व्याप्तिज्ञानं परामर्शं जनयति कथं वा परामर्शः जनयति अनुमितिम् इति निरूप्य यत्तु स्वयं धूमाद् अग्निम् अनुमाय इत्यादिना परार्थानुमानप्रयोजकपञ्चावयवान् ग्रन्थकारः दर्शितवान् इदानीम् उभयत्र निरूपितं परामर्शस्य अनुमितिकरणत्वम् असाधारणकारणत्वम् असाधारणकारणत्वरूपम् उपसंहरति तस्मात् स्वार्थानुमिति परार्थानुमित्योः लिङ्गपरामर्शः एव करणम् इति अस्तु अनुमितिप्रकरणे लक्षणं यत् वयं पठितवन्तः अत्र अनु इति पदमस्ति मि इति मान मा इति धातोः एतत् सर्वमेव अत्र परामर्शितम् तल्लक्षणम् इत्युक्ते लक्षणवाक्यं नास्ति वस्तुतः अत्र अनु इत्यस्य अर्थः कः मा इत्यस्य अर्थः कः इति एतत् सर्वं चिन्तितं खलु अस्तु अभिधाय उक्त्वा अग्रे तज्जनकीभूतपरामर्शे इत्युक्ते परामर्शः देश परामर्शः उत्पद्यते तत्सर्वं भूत्वा न जनकीभूतपरामर्शे इत्युक्ते किं तज्जनकीभूतपरामर्शे तज्जनकी इत्युक्ते अनुमितिजन्य परामर्शेन अनुमितिः जायते खलु परामर्शस्य अनन्तरमेव तर्हि सत्यं परामर्शः इति कारणं भवति अनुमितिः इति कार्यम् अतः एव परामर्शः जनकी भवति तज्जनकी अनुमितेः जनकः अस्ति परामर्शः परामर्शः सत्यं परामर्शे विषयाः कति विषयाः भवन्ति परामर्शे सप्तविषयाः इति वयम् उत्तमं व्याप्तिः अपि च पक्षधर्मता व्याप्तिः व्याप्तौ पञ्चविषयाः सन्ति पक्षधर्मे विषयद्वयमस्ति सम्बन्धः अपि च पक्षः हेतुः अपि च पक्षः उत्तमं ततः ततः कथं व्याप्तिज्ञानं परामर्शं जनयति कथं वा परामर्शः अनुमितिं जनयति इति निरूप्य तर्हि वयं दृष्टवन्तः प्रथमं तु व्याप्तिज्ञानेन परामर्शः केवलं व्याप्तिज्ञानेन परामर्शः वा न न केवलं व्याप्तिज्ञानेन परन्तु पक्षधर्मता अपि च व्याप्तिज्ञानं उभयोः उभाभ्यां ज्ञानाभ्यां परामर्शः जायते अनन्तरं परामर्शज्ञाने ज्ञानस्य अग्रिमक्षणे अनुमितिः जायते सत्यम् इति निरूप्य यत्तु स्वयं धूमादग्निम् अनुमाय इत्यादिना परार्थानुमानप्रयोजक हा तर्हि यद् ग्रन्थकारः दर्शितम् अत्र पञ्च वाक्यानि उपयुज्य कथं क्रमेण अन्ततो गत्वा अनुमितिः जायते तर्हि धूमाद् अग्निम् अनुमाय इत्यादिना स्वयं धूमाद् इत्युक्ते यः कः पञ्चवाक्यं वदति पञ्चवाक्यानि कः वदति येन स्वार्थानुमानं कृतं तेनैव पञ्चवाक्यानि उक्तानि. तर्हि तत् श्रुत्वा यथा क्रमेण अस्माभिः दृष्टं, प्रथमवाक्यं श्रुत्वा अनुमानसामग्री किं जायते, पदार्थानुमानसामग्री किं जायते इति सर्वम् अस्माभिः दृष्टं. तर्हि पञ्चमवाक्यं श्रुत्वा परामर्शः इति अनुमानसामग्री जायते, तदनन्तरं परार्थ अनुमानं श्रोतरि जायते. अस्तु अग्रे. इदानीम् उभयत्र निरूपितम् इत्युक्ते स्वार्थानुमाने अपि च परार्थानुमाने निरूपितं परामर्शस्य अनुमितिकरणत्वम् असाधारणकारणत्वम् इति आगच्छति. अत्र परामर्शस् स्वार्थानुमाने अपि च परार्थानुमाने अन्ततो गत्वा परामर्श अन्ततो गत्वा अनुमितिः जायते, तस्य कारणम् अस्ति परामर्शः इति, अपि च परामर्शस्य असाधारणकारणत्वमपि अत्र निरूपितम् अत्र आगच्छति. अनुमितेः असाधारणकारणं परामर्शः अस्ति इति. तर्हि असाधारणकारणं करणम् इति पठितं खलु अस्माभिः. सत्यम्, असाधारणकारणं करणं. तर्हि इदानीं परामर्शे करणत्वम् आगतं, परामर्शः एव करणं. करणं सत्यम्, अनुमितिं प्रति. अतः एव अत्र अनुमितिकरणत्वं परामर्शस्य इति उक्तम्. तदेव अत्र मूलग्रन्थे लिखितं, तस्मात् स्वार्थानुमिति परार्थानुमित्योः लिङ्गपरामर्शः एव करणम् इति. हा उत्तमं, लिङ्गपरामर्शः एव करणम्. उभयोः स्वार्थ अनुमानस्तरे परार्थानुमानस्तरे परामर्शः एव करणम्. यदा परामर्शः जायते तस्मात् अग्रिमक्षणे अनुमितिः उत्पद्यते. अस्तु, समयः जातः, बहु समीचीनं. तर्हि स्वार्थानुमानं परार्थानुमानं सर्वम् अस्माभिः क्रमेण चिन्तितं. तर्हि पुनः चिन्तयन्तु सर्वे अस्मिन् सप्ताहे एकवारं वा द्विवारं वा अत्र स्वार्थानुमानं परार्थानुमानं, तत्र चत्वारि ज्ञानानि कानि, पञ्चावयववाक्यानि कानि, तेषां नाम का, अपि च शाब्दबोधः किं जायते, तत्र अनुमानसामग्री अपि किं जायते इति एतत् सर्वं मनसि निधाय एकवारं पठन्तु. तदनन्तरम् अग्रिमे वर्गे अन्वयव्यतिरेकहेतुः, तत्र हेतोः अन्वयमपि भवति, केवल अन्वयहेतुः अपि भवति, केवलव्यतिरेकहेतुः अपि भवति. इदानीं धूमः, यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयः, यत्र यत्र वह्निः अभावः तत्र तत्र धूमाभावः इति उभयमपि वक्तुं शक्यते इति कृत्वा धूमः इति हेतुः अन्वयव्यतिरेकहेतुः, व्यतिरेकीहेतुः अस्ति. किन्तु कुत्रचित् तादृशहेतुः भवति यत्र अन्वयवाक्यम् एव वक्तुं शक्यते, कुत्रचित् तादृशहेतुः भवति यत्र केवलं व्यतिरेकवाक्यमेव वक्तुं शक्यते. तथापि यद्यपि एकमेव वाक्यं वक्तुं शक्यते तथापि सः हेतुत्वेन कार्यं करोति इत्यस्मिन् विषये पाठः प्रवर्तते. अग्रिमवर्गे मेलिष्यामः. सर्वेभ्यः नमस्कारः, धन्यवादाश्च. नमस्कारः.